पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 41 युधिष्ठिर उवाच भगवन् श्रोतुमिच्छामि पुराकल्पे यथा स्थितं कथं प्रयागगमनं नराणां तत्र कीदृशं मृतानां का गतिस्तत्र स्नातानां चैव किं फलम् ये वसन्ति प्रयागे दुब्रूहि तेषां च किं फलम् ये तन्मे सर्वमाख्याहि परं कौतूहलं हि मे मार्कण्डेय उवाच कथयिष्यामि ते वत्सनाधेष्टं यच्च यत्फलम् पुरा ऋषीणां विप्राणां कथ्यमानं मया श्रुतम् आप्रयागात् प्रतिष्ठानाद्धर्मिकी वासुकी ह्रदाद् कम्बलाश्वतरौ नागौ नागाश्च बहुमूलिकाः एतत् प्रजापतिक्षेत्रं त्रिषु लोकेषु विश्रुतम् अत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति सङ्गताः अन्ये च बहवस्तीर्थाः सर्वपापप्रणाशनाः न शक्या कथितुं राजन् बहुवर्षशतैरपि संक्षेपेण प्रवक्ष्यामि प्रयागस्य च कीर्तनम् षष्टिर्धनुःसहस्राणि परिरक्षन्ति जाह्नवीं यमूनां रक्षति सदा सविता सप्तवाहनः प्रयागं तु विशेषेण स्वयं रक्षति वासवः मण्डलं रक्षति हरिर्देवैः सह सुसम्मतम् तं वडं रक्षते नित्यं शूलपाणिर्महेश्वरः स्थानं रक्षति वै देवः सर्वपापहरं शुभम् अधर्मेण वृतो लोके नैव गच्छति तत्पदं स्वल्पमल्पतरं पापं यदा तस्य नराधिप प्रयागस्मरणमाणस्य सर्वमायादिसंक्षयं दर्शनात् तस्य तीर्थस्य नामसङ्कीर्तनादपि मृत्तिका लभनाद्वापि नरः पापाद्विमुच्यते पञ्चकुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी प्रयागे दुःप्रविष्टस्य पापं क्षरति तत्क्षणाद् योजनानां सहस्रेषु गङ्गां स्मरति यो नरः अपि दुष्कृतकर्मासौ लभते परमां गतिं कीर्तनान्मुच्यते पापैर्दृष्ट्वा भद्राणि पश्यति अवगास्यज पीत्वा च पुनात्यसप् तमं कुलं सत्यवादी जिदक्रोधो अहिंसां परमास्थितः धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहितेरतः गङ्गायमुनयोर्मध्ये स्नादो मुच्येद किल्बिषाद मनसा चिन्तितान् कामान् सम्यक् प्राप्नोति पुष्कलान् ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितं ब्रह्मचारी वसेन्मासं पितृदेवांश्च तर्पयेद ईप्सिल्लभदे कामान्यत्र तत्राभिजायते तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता समागता महाभागा यमुना यत्र निम्नगाः तत्र सन्निहितो नित्यं साक्षाद्देवो महेश्वरः दुष्प्रापं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर देवदानवगन्धर्वा ऋषयसिद्धचारणाः तत्रोपस्पृश्य राजेन्द्रस्वर्गलोके महीयते इति श्रीपद्मे महापुराणे स्वर्गखण्डे एकचत्वारिंशोऽध्यायः ॐ